गुरुब्रह्मा गुरुविष्णु गुरुदेव महेश्वर गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानविषये अस्ति तत्र पृथक्त्वमपि भेदः तयोः मध्ये वैलक्षण्यं वर्तते न वा इति तत्र वयं करपत्रस्य पठनेन वयम् अवगतवन्तः तत्र वैलक्षण्यं वर्तते एव इति अतः इदानीं तत्र पुनः तत्र विद्याधरी पुस्तकम् आगत्य तत्र अग्रे गन्तुम् इच्छामः किन्तु तत्र विषयस्य विवरणं यत् दत्तं पुस्तके अपि तत् पठित्वा अग्रे तत्र संयोगः इति विषये आगच्छति किन्तु तस्मात् प्राक् तत्र केवलम् उपसंहारः तत्र विषयस्य इति अस्तु तर्हि तत्र तत्र वयं गतवर्गे दृष्टवन्तः तत्र सिद्धान्ती किं वदति अपि पूर्वपक्षी किं वदति इति तत्र केवलं तत्र परिच्छेदद्वयं त्रयम् इति अस्ति तदनन्तरं तत्र संयोगनिरूपणमिति भवति किन्तु अत्र किमस्ति इति पुनः एकवारं पठामः तत्र अनाश्रितत्र अनाश्रितत्वात् इति वाच्यम् इति तत्र तस्मिन् विषये किञ्चित् कश्चन संशयः आसीत् तत्र स्पष्टता नासीत् किन्तु इदानीम् अद्य तस्य तत्र विवरणं कर्तुं शक्नुमः इति मन्ये अस्तु तर्हि तत्र तथा इदम् इति ततः आरभ्य तत्र पठामः तर्हि तत्र शुभभगिनी भवती एव आरम्भं करोति वा आं महोदय तथा इदं पृथक्त्वम् अपि द्वितीयादिक्षणे जायमानं स्वाश्रयं स्वाश्रयसमवायिकारणपरम्परायां परमाणुवन्तं यन् मूर्तं तद् अतिरिक्तावधिकत्व अवधिकमेव तद् अतिरिक्त अवधिकमेव जायते इति स्वीकारात् न च एवं परमाणुद्वयसंयोगानुपपत्तिः इति तयोः अनाश्रितत्वादि इति वाच्यम् तत्र स्वतन्त्रक्रियावत्तस्य वत्त्वस्य तत्र स्वतन्त्रक्रियावत्त्वस्य निमित्तत्वात् अस्तु इतः पर पूर्वं तदेव तत्र इदानीमपि गुण किम् आपादनद्वयम् इत्यस्य विषयः आसीत् तर्हि तत्र प्रथमम् आसीत् पठानि वा महोदय गुणरूपस्य तस्य इति नाम भगिनि नाम अत्र केवलम् अत्र संयोगस्य एव विषयः नाम अस्माकं तत्र पूर्वं किं चिन्तितम् इत्युक्ते तत्र विभागस्य निखिलावधिकत्वं नास्ति इति अतः तत्र इदानीं तत्र पृथक्त्वस्य अपि तादृशनिखिलावधिकत्वं नास्ति अतः तथा इदं पृथक्त्वम् अपि द्वितीयादिक्षणे इत्युक्ते न केवलं द्वितीयक्षणे तदन तृतीय वा चतुर्थे क्षणे वा इति अपि द्वितीयादिक्षणे जायमानं त्वा आश्रय समवायिकारणपरम्परायां त्वा आश्रय इत्युक्ते तत्र घटः इति स्वीकृतवन्तः त्वा आश्रय समवायिकारणपरम्परायां परमाणु अन्तम् इत्युक्ते परम्परायां वयं दृष्टवन्तः घटः कपालः कपालिका तथा गच्छामः अग्रे चेत् परमाणुपर्यन्तं दातुं शक्नुमः परमाणु यन् मूर्तम् इत्युक्ते यत् मूर्तम् अस्ति मूर्तम् इत्युक्ते यस्मिन् तत्र क्रिया अस्ति इति तत् मूर्तं तद् अतिरिक्त अवधिकम् एव तद् अतिरिक्त इत्युक्ते तद् विहाय इति भवति तत्र अतिरिक्तम् अतिरिक्त अवधिकम् एव जायते इति स्वीकारात् तद् अतिरिक्तम् इत्युक्ते घटः इत्युक्ते तत्र कपालः घटस्य अवधिः न भवति कपालिका अवधिः न भवति इति वयं कपालः घटः कपालात् पृथक् इति न वक्तुं शक्नुमः. अतः कपालः अवधिसमुदाये नास्ति नास्ति इति स्वीकारात्. तथैव तत्र आश्रय स्व आश्रय नाम तत्र स्वं नाम तत्र पृथक्त्वं पृथक्त्वं स्वं तस्य आश्रयः घटः घटनिष्ठपृथक्त्वम् इति उदाहरणं. तर्हि स्व आश्रय घटः अपि तस्य समवायिकारणपरम्परया नाम तत्र अवयवपरम्परायां तत्र कपालः कपालिका इत्यादयः सन्ति खलु परमाणुपर्यन्तं यत् यत् मूर्तद्रव्यमस्ति तत्सर्वमेव तावदेव तत् ते सर्वे पदार्थाः तत्र अवधिसमुदाये न सन्ति केवलं ते न सन्ति खलु केवलं ते न सन्ति नाम अवयवसमुदाये नास्ति चेत् तद् अवधिरूपेण स्वीकर्तुं शक्नुमः खलु न परम्परायां नास्ति चेत् स्वीकर्तुं शक्नुमः नास्ति चेत् स्वीकर्तुं शक्नुमः अस्ति चेत् न स्वीकुर्मः अतः तद् अतिरिक्त अवधिकम् एव जायते इति स्वीकारात् तत्र तथा इदं पृथक्त्वमपि द्वितीयक्षणे जायमानं नाम पृथक्त्वस्य पृथक्त्वमपि पृथक्त्वस्य अपि पृथक्त्वस्थले अपि निखिलावधिकत्वं नास्ति नास्ति वियोगस्थले तत्र निखिलावधिकत्वं नासीत् तथैव पृथक्त्वस्थले अपि निखिलावधिकत्वं नास्ति यत् नाम अवधिसमुदाये केवलं स्व आश्रय नास्ति इति अस्ति नाम तत्र निखिलावधिकत्वं कदा भवति अवधिसमुदाये केवलं स्वाश्रय नास्ति इति स्थितिः चेत् तदा निखिलावधिकत्वं किन्तु अत्र स्व आश्रय समुदा तत्र परम्परायां समवायिकारणपरम्परायां ये सदस्याः सन्ति परम्परायां ते सर्वे तत्र अवधिसमुदाये न सन्ति अतः अनेके पदार्थाः अत्र अवधिसमुदाये न सन्ति इति कृत्वा निखिल अवधिकत्वं न भवति तत्र पृथक्त्वम् इति तस्य प्रथम विशेषणमस्ति द्वितीयादिक्षणे जायमानं पृथक्त्वम् अपि तस्य तद् अतिरिक्त अवधिकं नाम तत्र तस्य यन्मूर्तम् अस्ति तद् अवधिः भवति अपि अवधिकं पृथक्त्वमेव भवति अतः तत्र अवधिकं तद् यन्मूर्तं तद् अतिरिक्त अवधिकम् इत्युक्ते पृथक्त्वम् अवधिपर्यन्तं गच्छति चेत् पदार्थाः ये अवधिसमुदाये सन्ति किन्तु अवधिकं नाम पृथक्त्वं तादृश अवधिकम् अस्ति पृथक्त्वस्य इति खलु नाम मूर्तद्रव्यपरम्परायां ये यन्मूर्तम् अस्ति तद् अतिरिक्त अवधिकम् एव पृथक्त्वं तादृशपृथक्त्वं तादृश अवधिकमेव पृथक्त्वस्य इति अवधिः इत्युक्ते साक्षात् पदार्थः नाम तत्र पुस्तकम् अवधिः भवति किन्तु अवधिकं तु पृथक्त्वं पृथक्त्वस्य एव खलु अतः तत्र इति अस्तु तावदेव अस्ति अग्रे न च एवम् इत्युक्ते तत्र न च इति वाक्यस्य किम् आरम्भे अस्ति अन्ते वाच्यमिति भवति तयोः मध्ये एवं परमाणुद्वयसंयोगानुपपत्तिः एवं परमाणुद्वयसंयोग अनुपपत्तिः अनुपपत्तिः इत्युक्ते न भवति इति भवति तत्र अनुपपत्तिः परमाणुद्वयसंयोग अनुपपत्तिः इत्युक्ते तत्र अवधिः न तत्र संयोग इति दत्तं संयोग अनुपपत्तिः अस्तु संयोगः न भवति तत्र समवायः एव तत्र परमाणुद्वय इत्युक्ते परम्परायां सन्ति, अतः तत्र संयोगस्य तु उपपत्तिः न भवति. परमाणुद्वयस्य अपि तदेव तयोः अनाश्रितत्वात् इति अनाश्रितत्वात् इति इत्युक्ते तत्र तयोः तत्र न च एवं परमाणुद्वयसंयोग अनुपपत्तिः. इदानीं नाम तत्र परमाणुद्वयस्य संयोगः भवति खलु, नाम तदेव द्वयणुकम्. हा तत्र परमाणुद्वयस्य अनुपपत्तिः इति किमर्थं न च एवं परमाणुद्वयसंयोग अनुपपत्तिः अस्तु. अहं चिन्तितवती तत्र वाच्यम् इति अस्ति, अतः केवलं यत्र पूर्वपक्षिणः वाक्यं मध्ये स्थाप्य वदति तदा एव तत्र न च इति वाच्यम् इति. अस्तु, तत्रापि तदेव आसीत् इति कृत्वा अस्ति इति कृत्वा अस्तु. न च एवं अस्तु इत्युक्ते तत्र न च इति एवम् इति पूर्वस्य वाक्यस्य कृते अस्ति तत्र न च एवं परमाणुद्वयसंयोग अनुपपत्तिः. हा नाम तत्र परमाणुद्वयसंयोग भवति खलु, परमाणुद्वयसंयोगः भवति तदा एव प्रत्यक्षं भवति. आम् तर्हि तत्र अत्र अस्माकं चिन्तनं भवेत् तत्र कदा तत्र संयोगः भवति, तत्र संयोगः नाम तत्र पृथग् आश्रय आश्रितत्वं यत्र अस्ति खलु हा तदा एव भवति, किन्तु संयोगः खलु पृथग् आश्रयः नास्ति. हा नाम न अतः एव तत्र तयोः अनाश्रितत्वात् इति वाच्यम्. नाम तत्र वयं चिन्तयामः तत्र अनुपपत्तिः तत्र परमाणुद्वयोः संयोगः न भवति, यतोहि तत्र परमाणुद्वयमस्ति चेत् तत्र द्वयणुकम् इति नास्ति, केवलं तत्र परमाणुद्वयम् अस्ति इति चिन्तयामः, तत्र परमाणुद्वयेन द्वयणुकं भवति खलु. आम् हा द्वयणुकमेव तत्र सर्वे तत्र किं परमाणु अस्ति इति कथं जानीमः, द्वयणुकस्य अवयवः अस्ति परमाणुः खलु, केवलं समूहः इति तत्र तर्हि न तत्र द्वय परमाणुद्वयस्य संयोगेन एव द्वयणुकमस्ति. अस्तु नाम परमाणुः अवयवः अस्ति तत्र द्वयणुकस्य दृष्टवन्तः. आम् नाम द्वयणुकस्य अवयवद्वयमस्ति, प्रत्येक अवयवः परमाणुः, तयोः संयोगेन द्वयणुकं जायते. किन्तु तत्र परमाणु इति प्रत्यक्षं नास्ति, प्रत्यक्षेण तत् अस्ति इति न साक्षात् न द्रष्टुं शक्नुमः परमाणुम्. अतः तत्र इदानीं तत्र कदा संयोगः जायते, यत्र पृथक् आश्रय आश्रितत्वम् अस्ति. किन्तु अत्र परमाणुः यदस्ति तस्य आश्रय अस्ति वा, तस्य समवायिकारणम् अस्ति वा? नास्ति नास्ति. अतः तत्र तस्य किन्तु तयोः कथं तर्हि संयोगः जायते, तत्र आश्रितत्वात् नाम आश्रितत्वमेव नास्ति तयोः अनाश्रितत्वात्. अतः तत्र संयोगः तु जायते, अतः नाम तत्र संयोगः कथं जायते इत्युक्ते अग्रे दत्तमस्ति, नाम तत्र स्वतन्त्रस्य निमित्तत्वात् नाम स्वतन्त्रतया क्रिया तेन तत्र परमाणुषु स्वतन्त्रतया क्रिया भवति, क्रियावत्त्वं क्रियावत्त्वम्. अतः तत्र नाम संयो तत्र आश्रयस्य नाम वयं दृष्टवन्तः खलु तत्र आश्रयस्य तत्र हस्तः शरीरस्य अवयवः हस्तपुस्तकसंयोगेन तत्र शरीरपुस्तकयोः संयोगः जायते तत्र संयोगजसंयोगः तादृशसंयोगजसंयोगः परमाणुषु न भवति कर्मजसंयोगः परमाणुषु भवति इति कर्मजः संयोगः एव भवति भवितुम् अर्हति भवति अपि तत्र अन्यः प्रश्नः अपि अत्र अस्ति नाम परमाणु अस्ति चेत् तत्र तस्य अवयवः नास्ति इति कृत्वा तत्र कथं तत्र निखिलावधिकत्वं तस्य भवेत् खलु इत्युक्ते तत्र वयं दृष्टवन्तः एकाकी परमाणुः लोके न दृश्यते परमाणु सर्वदा तत्र द्वयुणकस्य अवयवरूपेण एव लभ्यते अतः तस्यापि निखिलावधिकत्वं नास्ति अत्र केवलं तत्र अनाशितत्वात् इति तस्य विषये गतवर्गे प्रश्नः आसीत् नाम स्पष्टता नासीत् अनाश्रितत्वं नाम परमाणोः आश्रयः नास्ति अतः परमाणुः आश्रितः इति न वक्तुं शक्नुमः खलु परमाणुः आश्रितः परमाणोः आश्रयः नास्ति चेत् परमाणुः आश्रितः इति न वक्तुं शक्नुमः नाम आश्रय नाम समवायीसम्बन्धेन अन्यस्मिन् पदार्थे अस्ति इति तत्र अवयव नाम तत्र तस्य आश्रयः किन्तु परमाणोः अवयवः नास्ति अतः तत्र तस्य आश्रयः नास्ति अतः परमाणुः आश्रितः इति न वक्तुं शक्नुमः अतः पृथक् आश्रय आश्रितत्वम् अत्र अस्ति इति न वक्तुं शक्नुमः तथापि तत्र तयोः मध्ये संयोगः भवति एव कर्मजसंयोगः भवति इति तत्र अपि च स्वतन्त्रक्रियावत्त्वस्य अतः स्वतन्त्रतया क्रिया अतः कर्मजसंयोगः क्रिया अस्ति क्रियया संयोगः जायते नाम शरीरस्य संयोगः अवयवहस्तपुस्तकयोः संयोगेन शरीरपुस्तकस्य संयोगः यथा जायते तथा अत्र नास्ति संयोगः भवति किन्तु कर्मजसंयोगः एव अत्र भवति इति एव तावदेव अस्ति अत्र अतः अनाश्रितत्वं नाम अनाश्रितत्वम् इत्युक्ते तत्र परमाणोः आश्रयः नास्ति अतः परमाणुः आश्रितः नास्ति तथापि संयोगः भवति अतः तत्र मूर्तद्रव्यं क्रियावत् क्रिया अस्ति स्वतन्त्रतया क्रिया भवति तस्मिन् इति नाम तत्र साधारण नाम घट पुस्तकयोः संयोगः यथा जायते तस्मात् किञ्चित् भिन्नम् अस्ति अत्र संयोगः इति एकम् अस्ति अन्यत् उदाहरणम् अग्रे भवति नाम मूर्तविभूसंयोगस्थले अपि किञ्चित् वैशिष्ट्यं वर्तते इति अस्तु महोदय अस्तु समीचीनं धन्यवादः भगिनि अग्रे तर्हि उषा भगिनी अग्रे पठति वा अस्तु महोदय इत्थमेव मूर्तविभुसंयोगस्थले संयुक्तयोः पृथक् आश्रय आश्रितत्वस्य असम्भवे अपि एकस्य मूर्तस्य पृथक् आश्रय आश्रितत्वात् संयोग उपपत्तिः न च एवं घटकपालयोः मध्ये अपि कपालस्य कपालिका आश्रितत्वात् घटस्य च कपाल आश्रितत्वात् पृथक् आश्रय आश्रितत्वस्य सम्भवेन कपालक्रियया घटकपालयोः संयोगापत्तिः सर्वादौ उक्ता अनिवार्य एव इति वाच्यम् समानदिक् भागव्यापिनां दिग् दिग् उपाधि उपाधिभूतानां घट अवयवपरम्परागतानां कपालकपालिकादीनां परस्पर अवधिकपृथक्त्वस्य अस्वीकारात् प्रयत्नं करोमि इत्थमेव मूर्तविभुसंयोगस्थले संयुक्तयोः पृथक् आश्रय आश्रितत्वस्य असम्भवे अपि पूर्वमपि वयं दृष्टवन्तः पृथक् आश्रय आश्रितत्वम् इति नास्ति परमाणुद्वयोः मध्ये अपि यतोहि परमाणोः आश्रयः नास्ति परमाणुः आश्रितः इति न वक्तुं शक्यते परन्तु संयोगः अभवत् पृथक् आश्रय इत्थमेव मूर्त विभुसंयोगस्थले संयुक्तयोः सो मूर्तद्रव्यम् अपि च विभुद्रव्यम् अपि संयोग मूर्तविभुद्रव्ये अपि तयोः मध्ये अपि संयुक्तः अभवत् यद्यपि पृथक् आश्रय आश्रितत्वं नास्ति इति असम्भवे अपि हा नाम उदाहरणार्थं तत्र किं भवती स्वीकर्तुम् इच्छति उदाहरणं मूर्तद्रव्यं विभुद्रव्यं विभुद्रव्यम् आकाशं मूर्तद्रव्यं वेद्य जलम् न जलम् अथवा घटः एव घटः घट अपि आकाशः तर्हि आकाशस्य आश्रयः अस्ति वा आकाशस्य आश्रयः नास्ति नास्ति अतः तत्र किन्तु आकाशः तत्र घटेन अपि संयुक्तः अस्ति जलेन अपि संयुक्तः अस्ति वायुना संयुक्तः अस्ति अतः तत्र विभुद्रव्यम् इति कृत्वा तत्र सर्वमूर्तद्रव्यसंयोगः विभुद्रव्ये अस्ति सर्वमूर्तद्रव्यसंयोगः विभुद्रव्ये अस्ति अस्ति आम् आम् अस्ति तर्हि तत्र संयोगः अस्ति नाम घट आकाशयोः संयोगः अस्ति अस्ति आम् अस्ति एव किन्तु तत्र पृथक् आश्रय आश्रितत्वम् इति नास्ति नास्ति अतः तत् यत् यः नियमः अस्माकं पूर्वं चर्चितः नाम पृथग् आश्रय आश्रितत्वम् इति तत् कदा तस्य तत्र प्रयोगः भवति इत्युक्ते तत्र यत्र मूर्त द्रव्यद्वयमस्ति तदा एव तत्र नियमस्य अपेक्षते मूर्तद्रव्यं विभुद्रव्यम् अस्ति चेत् तद् दृष्ट्वा अत्र एव संयोगः जायते इति न वक्तुं शक्नुमः न वक्तुं अतः पृथग् आश्रय आश्रितत्वं नास्ति तदापि संयोगः जायते जायते पृथक् आश्रय आश्रितत्वस्य असम्भवे अपि एकस्य मूर्तस्य पृथक् आश्रय आश्रितत्वात् संयोग उपपत्तिः संयोगः अभवत् न च एवं घटकपालयोः मध्ये अपि घटः अपि च कपालः द्वयोः अपि मूर्तद्रव्यः इत्यनेन न च एवं घटकपालयोः मध्ये अपि कपालस्य कपालिका आश्रितत्वात् घटस्य च कपाल आश्रितत्वात् पृथक् आश्रय आश्रितत्वस्य सम्भवेन कपालक्रियया घटकपालयोः संयोगापत्तिः सर्वाधौ उक्ता अनिवार्या एव इति वाच्यम् घट अपि च कपालः द्वयोः पृथक् आश्रय घटः कपाल आश्रितम् कपालः कपालिका आश्रितत्वम् अस्ति तर्हि घटकपालयोः मध्ये पृथकाशय आश्रितत्वम् अस्ति सम्भवेन सम्भवेन न भगिनि तर्हि सोपानेन गच्छामः. नाम घटकपाल इदानीं घटकपालयोः मध्ये का स्थितिः इति पश्यामः. नाम कपालस्य कपालिकाश्रितत्वात् खलु, नाम कपालः कपालिकायाम् अस्ति, कपालिका आश्रितत्वं कपाले अस्ति खलु, कपालिकाश्रितत्वं कपाले अस्ति. अपि घटस्य च कपाल आश्रितत्वं, नाम घटः कपाले अस्ति, घटः कपाले आश्रितः, तर्हि घटस्य कपाल आश्रितत्वम् अस्ति. तर्हि तत्र कपालः अपि कपालिका, तत्र पृथक् आश्रय नाम कपालः कपालिका पृथक् आश्रयौ इति चिन्तयामश्चेत् तर्हि तत्र घटः अपि कपालः आश्रितः भवतः, तर्हि घटकपालः पृथक् आश्रय आश्रितौ इति भवति. अतः तादृशचिन्तनेन सम्भवः अस्ति खलु, नाम तत्र तयोः संयोगः तत्र सम्भवेन तादृशचिन्तनम् अस्ति चेत् पृथक् आश्रय आश्रितत्वम् अस्ति इति चिन्तयामः इति चिन्तनेन किं भवति, तदा तादृशचिन्तनं कुर्मश्चेत् तत्र पृथक् आश्रय आश्रितत्वम् अस्ति इति चिन्तयामश्चेत् किं भवति, कपालक्रियया घटकपालयोः संयोग आपत्तिः आपत्तिः भवति इति फलितार्थः अस्ति. घटकपालयोः संयोगः भवति यदि पृथक् आश्रय आश्रितत्वं स्वीकुर्मः, तयोः संयोगः भवति, तर्हि आपत्तिः इति स्त्रीलिङ्गे खलु, आपत्तिः आपत्तिः स्त्रीलिङ्गम्, अतः सा आपत्ति अग्रे सर्वादौ सर्वादौ उक्ता अनिवार्या एव इति वाच्यम्. सा आपत्तिः अनिवार्या इति सर्वादौ उक्ता खलु, नाम सम्भवेन एतत् स्वीकुर्मश्चेत् संयोगः संयोगस्य आपत्तिः अनिवार्या अस्ति, तत् स्वीकरणीयमेव भवति यदि पृथक् आश्रय आश्रितत्वम् घटकपालयोः आश्रितत्वम् अस्ति इति स्वीकुर्मः, तर्हि संयोगस्य आपत्तिः अनिवार्या अस्ति इति वयम् अनिवार्या एव इति सर्वादौ उक्ता, आदौ एव एतत् उक्तमस्ति इति वाक्यं. तर्हि नाम तत्र तयोः मध्ये तत्र पृथक् नास्ति, परन्तु पृथकाशे आश्रितत्वम् इति वयं स्वीकुर्मः चेत् संयोगः आपत्तिः भवति, स्वीकरणीयः भवति. अपि तत्र पूर्वपक्षी वा अथवा तत्र सिद्धान्ती वा द्वौ अपि तत्र अवयव अवयविनोः मध्ये सम्बन्धः सर्वदा समवायः कदापि संयोगः इति न भवति, नास्ति स्वीकुर्वन्ति. अतः संयोग घटकपालयोः मध्ये संयोगः जायते इति ते न अङ्गीकुर्वन्ति. समानदिक् भागव्यापिनां दिग् उपाधिभूतानां घट अवयवपरम्परागतानां समानदिग्भागव्यापिनां कपाल अपि च घट समानदिग्भागव्यापिनां समानदेशे अस्ति समानदिग्भागव्यापिनां दिग् उपाधिभूतानां दिग् उपाधिभूतानां दिक् इति डिरेक्षन् दिग् उपाधिभूतानां घट अवयवपरम्परागतानां घट अवयवपरम्परा दिग् उपाधिभूतानां नाम तत्र घट अवयवपरम्परा घटानां नाम ये पदार्थाः अवयवपरम्परा अस्ति अवयवपरम्परा गता इत्युक्ते न गतः अवयवपरम्परागतः इत्युक्ते तस्मिन् सन्ति परम्परायां सन्ति अतः घटस्य अवयवपरम्परायां ये पदार्थाः सन्ति ते पदार्थाः कीदृशाः व्यापिनः व्यापिनः सन्ति खलु नाम कपालिका कपालः सर्वे समानदिग्भागे सन्ति अतः केवलं तद्भागः भागस्य व्यापी अस्ति प्रत्येकसदस्यः अपि दिग् दिग् उपाधिभूतानां नाम दिक् इति तत्र तस्य दिक् इत्यस्य तत्र भागः नास्ति खलु तत्र दिग् इति वयम् इति आकाश इव तस्य एकः एव दिक् अस्ति कल्पितवन्तः तस्य उपाधि नाम तत्र वयं कल्पयामः ओ देशस्य यथा भागः कुर्मः आकाशस्य अत्र इदानीं तत्र भारतदेश यः आकाशः अपि अमेरिकादेश तस्य आकाशः इति भागः कुर्मः तथैव तत्र दिग् अस्ति तद् भागः एव तत्र केवलं व्यवहारार्थम् उपाधि इति यत् कुर्मः तदस्ति उपाधिः तथैव तत्र दिग् इति तस्य अपि तत्र भागं कुर्मः नाम उपाधिरूपेण अतः तत्र घटः कपालः एतत् सर्वं दिग् अस्ति तस्य उपाधिः भवति तस्य भागः दिक् इति पदार्थस्य भागः घटेन भवति नाम यस्मिन् दिशि अथवा यस्यां दिशि तत्र घटः अस्ति यस्यां दिशि तस्यां दिशि एव तत्र कपालिका अपि अस्ति अतः दिशः भागः भवति उपाधिः भवति घटः वा कपालः वा इति दिशः उपाधिः भवति उपाधिः भवति अतः उपाधिभूतः नाम उपाधिरूपेण अस्ति घटः वा कपालः वा इति घट अवयवपरम्परागतानां कपालिकादीनाम् अस्तु परस्पर अवधिकपृथक्त्वस्य अस्वीकारात् परस्पर अवधिकपृथक्त्वं नास्ति आम् पृथक्त्वस्य अस्वीकारात् आम् परस्पर अवधिक इत्युक्ते किम् अत्र यत् घटे पृथक्त्वम् अस्ति इति वयं स्वीकुर्मः चेत् कपालः इति अवधिः नास्ति अपि तदा एव कपाले विद्यमानपृथक्त्वस्य स्थले घटः इति अवधिरूपेण न वक्तुं शक्यते हा इति अस्ति अतः एव तत्र परस्पर अवधिकपृथक्त्वस्य अस्वीकारात् वयं तद् न अङ्गीकुर्मः इति हा तावत् अतः तत्र पृथकाष्टे आश्रितत्वम् इति न स्वीकर्तुं शक्नुमः यतोहि तेन संयोगस्य आपत्तिः भवति एव अनिवार्य अपि संयोगः तयोः मध्ये संयोगः इति न स्वीकुर्मः यतोहि समानदिक् मध्ये सन्ति दिग् उपाधिभूताः सन्ति अपि तयोः मध्ये परस्पर अवधिकपृथक्त्वं न स्वीकुर्मः इति अस्तु समीचीनं भगिनि तावदेव धन्यवादः धन्यवादः अस्तु अग्रे मृणालिनी भगिनी अग्रे किञ्च विभागे विभिन्नदेशव्याप्तिमूर्त मूर्तवृत्तिपृथक्त्व पृथक्त्वे च विस्पष्टं प्रतीयमानम् अवधित्वं भेदीयप्रतियोगिता च तादात्म्यादि अनेकपदार्थ ज्ञानाधीन ज्ञानविषयः इत्यनयोः विषययोः चिन्तनेऽपि पृथक्त्वम् अतिरिक्तः गुणः इति प्राचीनानाम् आशयः न स्थूलबुद्ध्या विचारणीयः इति तावत् मम प्रतिभाति इति दिक्. किञ्च विभागे विभिन्नदेशव्यापी मूर्तवृत्तिपथपृथक्त्वे च विस्पष्टं प्रतीयमानम् अवधित्वम्. इदानीं वयं घटकपालस्थले दृष्टवन्तः, यतोहि तत्र समानदिक् भागव्यापिनां दिक् उपाधीनां तत्र वयं पृथक् आश्रय आश्रितत्व अभावे तत्र अवधिकरूपेण अवयवानां गणना कर्तुं न शक्नुमः खलु. घटस्य अवयवः कपालः, तर्हि कपालात् घटः पृथक् न भवितुम् अर्हति. तर्हि किञ्च विभागे विभिन्नदेशव्यापी मूर्त वृत्ति पृथक्त्वे च विस्पष्टं प्रतीयमानं, विस्पष्टं स्पष्टं नास्ति इति वा, विस्पष्टं न न विस्पष्टं नाम अतीव स्पष्टम् एवं वा, विशेषणम् अतिस्पष्टं नाम तर्हि तत्र विस्पष्टं प्रतीयमानम् अवधित्वम् विस्पष्टम् इति विशेषणमस्ति कस्य पदस्य? अवधित्वम् अवधित्वस्य नाम तत्र कीदृश तत्र अवधिः तस्य भवति इति विभागे अथवा पृथक्त्वे तत्र किं किम् अवधिरूपेण भवति इति विस्पष्टमस्ति खलु. स्पष्टमस्ति इदानीं तत्र करपत्रेण वयं स्पष्टतया जानीमः तत्र अवधिः नाम किमपि. अवधि विभागे कः अवधिः भवति विभागे? तत्र केवलं तत्र स्वनाश्य खलु, स्वनाश्यसंयोग आश्रयः एव तत्र खलु. तत्र स्वेन नाश्यः यः संयोगः तस्य आश्रय एव तत्र अवधिरूपेण स्वीकर्तुं शक्नुमः. अतः विभागे अपि तत्र विस्पष्टमस्ति अवधित्वम् अवधि अपि अवधिकत्वं सर्वं विस्पष्टमस्ति. अपि पृथक्त्वे पृथक्त्वं कुत्र कुत्र अस्ति? मूर्तवृत्ति मूर्तद्रव्ये वर्तते पृथक् खलु. मूर्तद्रव्ये वर्तते मूर्तवृत्ति पृथक्त्वम्. अपि तत्र मूर्तपदार्थः इति उक्त्वा तत्र मूर्तपदार्थः मूर्तपदार्थः विभुपदार्थः नास्ति. नाम विभुपदार्थः तत्र सर्वत्र अस्ति इति वक्तुं शक्नुमः खलु. नाम आकाशः आकाशः अत्र नास्ति इति न वक्तुं शक्नुमः. किन्तु मूर्तद्रव्यं केवलम् अत्र अस्ति अन्यत्र नास्ति. नाम घटः एषः घटः इति वदामश्चेत् केवलम् अस्मिन् देशे एषः घटः अस्ति अन्यस्मिन् देशे नास्ति खलु एषः घटः. अतः घट मूर्तद्रव्यं विभिन्नदेशव्यापी अस्ति. नाम भिन्नभिन्नदेशेषु मूर्तद्रव्याणि भवन्ति. एषः घटः अत्र अस्ति अन्यस्मिन् स्थले पुस्तकम् अस्ति अन्यस्मिन् स्थले वृक्षः अस्ति. विभिन्नदेशेषु मूर्तद्रव्याणि सन्ति किन्तु तेषु मूर्तद्रव्येषु पृथक्त्वम् अस्ति. अपि तस्य पृथक्त्वस्य अपि अवधित्वं स्पष्टमस्ति खलु? आमां स्पष्टम्। भेदीयप्रतियोगिता भेदीयप्रतियोगिता च तादात्म्यादि अनेकपदार्थ ज्ञानविषयः। इदानीं तत्र विभागे अवधित्वम् एतत् सर्वं ज्ञातवन्तः, पृथक्त्वे अपि अवधित्वं ज्ञातवन्तः, विभागस्य विषये अपि चिन्तनं कृतवन्तः, पृथक्त्वस्य अपि चिन्तनं कृतवन्तः। इदानीं भेदीयप्रतियोगिता नाम भेदः अपि, भेदः इत्युक्ते किं? भेदः इत्युक्ते घटः अन्योन्यभावः। तर्हि अन्योन्यभावः इत्युक्ते, तर्हि अभावः इति कृत्वा तत्र प्रतियोगी अपि अस्ति खलु? अतः भेदीयप्रतियोगिता, भेदीय नाम प्रतियोगिता, भेदसम्बद्धप्रतियोगिता च तत्र कीदृशविषयः, कीदृशविषयः अस्ति तत्र प्रतियोगिता एतत् सर्वं? तत्र ज्ञानविषयः अस्ति खलु, नाम तत्र घटभेदः वर्तते इत्युक्ते ज्ञानस्य विषयः भवति खलु, वर्तते नाम तत्र तस्मिन् ज्ञाने पटे घटभेदः अस्ति इत्युक्ते तद् ज्ञान, तस्मिन् ज्ञाने भेदः इति विषयः, ज्ञानस्य विषयः भवति खलु, अपि ज्ञानविषयः। किन्तु तद् ज्ञानं केवलम् एकाकी न आगच्छति, तत्र तादात्म्यादि नाम तत्र तादात्म्यसम्बन्धावचिन्न अस्ति अभावः, अन्योन्य अभावः, केवलम् अन्योन्य अभावस्थले तादात्म्यसम्बन्धः भवति, अन्यत्र संयोगः वा समवायः इति भवति। अतः तादात्म्यादि अनेकपदार्थज्ञान अधीनज्ञानविषयः अस्ति, नाम भेदः इति वदामश्चेत् तत्र भेदः कुत्र अस्ति, प्रतियोगी कः, केन सम्बन्धेन अस्ति, तत्र तादात्म्यसम्बन्धः अस्ति इति, अतः तत्र एतस्य ज्ञानार्थम् अन्यज्ञानानाम् अपेक्षा अस्ति, अतः अन्यज्ञान अधीनमस्ति एतत् ज्ञान, तस्य ज्ञानस्य विषयः अस्ति प्रतियोगिता अपि भेदः, अतः तादात्म्यादि अनेकपदार्थज्ञान अधीन ज्ञानविषयः अस्ति भेदः इति अनयोः विषययोः नाम तत्र अवधित्वम् अपि तत्र विभागः एतत् समये तयोः विषययोः चिन्तने अपि एतत् सर्वं चिन्तयामः, नाम तत्र पृथक्त्वम् अपि भेदीयप्रतियोगिता एतत् सर्वं चिन्तयित्वा किम्, एतत् सर्वं चिन्तनं कृत्वा तथापि किम् आगच्छति, पृथक्त्वम् इति अतिरिक्तगुणः, नाम तत् भेदः नास्ति, सः गुणः एव, अन्यः नूतनगुणः नाम रूपं नास्ति, रसः नास्ति इति जानीमः, अतिरिक्तगुणः इति। प्राचीनानाम् आशयः न, प्राचीनानाम् आशयः यः अस्ति इति, प्राचीनानाम् आशयः सः आशयः न स्थूलबुद्ध्या विचारणीयः, प्राचीनानाम् आशयः अस्ति तत्र गुणः, पृथक्त्वम् अतिरिक्तगुणः अस्ति, पृथक्त्वं भेदः नास्ति इति प्राचीनानाम् आशयः अस्ति, प्राचीनानाम् आशयः अस्ति, सः आशयः स्थूलबुद्ध्या न विचारणीयः, नाम अस्माकं सूक्ष्मबुद्धिः अस्ति वा अथवा स्थूलबुद्धिः अस्ति वा इति यदि पृच्छामः तत्र साधारणतया किं वदामः, तत्र स्थूलबुद्धिः एव इति खलु, अतः अस्माकं स्थूलबुद्ध्या तत्र प्राचीनानाम् आशयः न विचारणीयः, नाम एतावत् यत् चिन्तनं वयं कृतवन्तः तेन वयम् अवगच्छामः तत्र तेषाम् आशयः समीचीनमेव आसीत् इति. किन्तु इदानीम् अपि तत्र संशयः अस्ति चेत् तदा अस्तु अस्तु, तत्र स्थूलबुद्ध्या अस्य गभीरविषयस्य चिन्तनं मास्तु इति स्थूलबुद्ध्या न विचारणीयः इति तावत् मम प्रतिभाति. मम प्रतिभाति नाम अहं मन्ये, अहं मन्ये, मन्ये इति इति मम इति मन्ये. अतः अस् इति दिक् नाम भेदः अपि पृथक्त्वं तयोः मध्ये वैलक्षण्यम् अस्ति न वा इति. वैलक्षण्यम् अस्ति, भेदपृथक्त्वं भेदः नास्ति इति तावत् एव. अतः अस्मिन् विषये इदानीं एषः विषयः पर्याप्तः, इदानीम् अस्मिन् विषये पुनः चर्चा मास्तु इति. अतः इति दिक् नैतिका पृथक्त्वं गुण एव अन्यत् इति न स्वीकुर्वन्ति वा? स्वीकुर्वन् सत्यं भगिनि, तादृशम् अस्ति सत्यम्. अन्यप्रश्नः कस्यापि आसीत् महोदय? तत्र न स्थूलबुद्ध्या विचारणीयः इत्यत्र इत्युक्ते सूक्ष्मबुद्ध्या विचारणीयः इति भवेत् वा? तत्र स्थूलबुद्ध्या विचारं भवति चेत् तेषाम् आम् नाम वयं तत्र तत् सत्यं न वा, तत्र तत्र यदि तस्यां विषये तस्मिन् विषये चिन्तनं कर्तुम् इच्छामश्चेत् तत्र सूक्ष्मबुद्धिः आवश्यकी, नो चेत् प्रमादः भवति इत्युक्ते अपि च मम प्रश्नः अन्यः प्रश्नः महोदय, इदानीमपि नवनैयायिकाः पृथक्त्वम् अपि भेदः एकः एव इति एव स्वीकुर्वन्ति वा? हा भगिनि, तत्र किं तत्र नव्यनैयायिकेषु अपि तत्र मतभेदः वर्तते एव तत्र. तर्हि तत्र तयोः पुनः तत्र प्रायशः केषु तत्र केषुचित् मध्ये तत्र नास्ति इति प्रायशः मतं भवेत्. अतः तत्र यतोहि तत्र प्रत्येकस्मिन् विषये तत्र चर्चा भवति एव, तत्र चर्चायाः तत्र किम् अन्तः नास्ति, अन्तः नास्ति. यतोहि यद्यपि तत्र इदानीं इदानीं तत्र साधितं यत् भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासः इति, किन्तु तत्पश्चात् अपि ते प्रायशः सर्वे न अङ्गीकुर्वन्ति इति इति चिन्तयामि भगिनि. अतः एव तत्र तत्र विद्याधरी पुस्तकस्य लेखकः देवदत्तपाटील महोदयः तैः प्रायशः चिन्तितम् अस्तु, एतावत् यत् विषयः उद्घाटितः पर्याप्तः अत्र, अस्मिन् विषये बहु किमपि अस्ति लेखनीयः किन्तु तद् अत्र मास्तु इति. अतः तत्र तस्मिन् विषये तत्र अङ्गीकारः अस्ति, सर्वेषाम् अङ्गीकारः अस्ति न वा इति अपि न जानामि भगिनि अहम्. अस्तु, केवलं कुतूहलः जातः अतः. हा सत्यं सत्यम्, अहं चिन्तयामि प्रायशः न इति एव, यतोहि तत्र यथा तत्र नव्यनैयायिकाः प्राचीननैयायिकाः इति वदामः, नव्यनैयायिकानां मध्ये अपि तत्र अहम् इदानीं नामानि न स्मरामि किन्तु तत्रापि मतभेदः वर्तते एव तत्र. तत्र गदाधरः इति तस्य पुस्तकमनुसृत्य केचन सन्ति इति. अतः तत्र डिफ्रेण्ट् स्कूल्स् आफ् थाट् इति वदन्ति, तत्र अपि तत्र तादृशम् अस्ति भगिनि. अस्तु, धन्यवादः. समीचीनं समीचीनं, धन्यवादः. अतः एतावत् तत्र पृथक्त्वम् इति अतिरिक्तगुणः भेदः नास्ति इति तस्मिन् विषये चर्चा अभवत्, इदानीम् अग्रे सरामः, इदानीं संयोगः इति. किन्तु एतेन तत्र करपत्रपठनेन सर्वं तत्र वयम् अस्माभिः किम् अवगन्तव्यम् इत्युक्ते, तत्र यः विषयः पुस्तके अस्ति केवलं परिचयत्वेन दत्तः विषयः, किन्तु तस्मिन् विषये तत्र अग्रे अपि गभीरचिन्तनम् अभवत्. अनेके नैयायिकाः इदानीमपि तत्र चिन्तनं कुर्वन्तः सन्ति. अतः तत्र सर्वदा तत्र तत्र किं ते वदन्ति तत्र इत्युक्ते पर्याप्तं न भवति खलु महोदय, पर्याप्तं न भवति, तत् सर्वदा तत्र परिष्कारः तत्र परिष्कारः कुर्वन्तः एव सर्वदा तत्र, नाम पालिश् इति रिफैन् रिफैन् रिफैन् इति. अतः तत्र तस्य तद् लक्ष्यमस्ति, लक्ष्यं कदापि न प्राप्नुमः, यतोहि तत्र किञ्चित् भवति अग्रे अपि तत्र परिष्कारस्य आवश्यकता सर्वदा भवति इति. अतः बहु किमपि अग्रे अस्ति, अस्माकं पुस्तकं तु तत्र परिचयस्तरे एव अस्ति पुस्तकम् इति. अतः नो चेत् अस्मिन् विषये एव तत्र एकं पुस्तकं भवेत्. अस्तु समीचीनं. अस्तु तर्हि अग्रे सरामः. तर्हि नरसिंहगिरि महोदय अग्रे पठति वा? आम् महोदय. संयोगनिरूपणं संयोगे क्रमप्राप्तं लक्षयति. संयोगं क्रमप्राप्तं लक्षयति. संयुक्तव्यवहारे तु संयोगः सर्वद्रव्यवस्थिः इति. आदौ वियुक्तयोः हस्तयोः क्रियावशात् संयोगाख्यगुणः उत्पद्यते. तं च संयोगं ज्ञात्वा इमौ संयुक्तौ इति शब्दप्रयोगरूपः जिज्ञासः प्रतिपद्यन्ते हस्तौ संयुक्तौ इति. इदानीं यत् गुणमस्ति, अन्यत् गुणमस्ति, अग्रिमगुणम् संयोग, तस्य विषये निरूपणमस्ति. संयोगं क्रमप्राप्तं लक्षयति. यत् यथाक्रमे संयोगस्य आगच्छति तत्र क्रमप्राप्तं लक्षयति. तस्य लक्षणम् अस्ति संयुक्तव्यवहारहेतुः संयोगः सर्वद्रव्यवत्ति इति. संयुक्तव्यवहारस्य हेतु कारणं संयोगः. व्यवहारः इत्युक्ते ज्ञानजनकशब्दप्रयोगः इति वयं पूर्वं पठितवन्तः. संयुक्तव्यवहारहेतुः संयोगः सर्वद्रव्यवत्ति. नवषु द्रव्येषु एतद् भवति. आदौ अत्र विवरणमस्ति. आदौ तत्र किञ्चित् क्रियावशात् तेषां मध्ये संयोगाख्यगुणः उत्पद्यते. यदि वयं नमस्कारं कुर्मः चेत् तत्र क्रियावशात् तेषां संयोगः उत्पद्यते. तादृशं तं च संयोगं ज्ञात्वा इमौ संयुक्तौ इति शब्द प्रयोगरूपः व्यवहारः भवति. कोऽपि दृश्यति चेत् सः वदति इमौ द्वौ हस्तौ संयुक्तौ इति. तादृशशब्दप्रयोगं सः करोति. तेन च शब्दप्रयोगेण जिज्ञासवः प्रतिपद्यन्ते. यत् अन्यः व्यक्तिः अस्ति सः जानाति इदानीं हस्तौ संयुक्तौ इति, तस्य मनसि ज्ञानम् उत्पद्यते. तादृशमस्ति वा महोदय? तावदेव. तेन च शब्दप्रयोगेण जिज्ञासवः प्रतिपद्यन्ते हस्तौ संयुक्तौ इति. तर्हि तत्र इदानीं तत्र वदतु महोदय. अपि सर्वद्रव्यवृत्ति, सर्वद्रव्यवृत्ति नाम तत्र किमर्थं द्रव्ये अस्ति? ते पृथगाश्रय आश्रितौ द्रव्यः न नाम तत्र द्रव्ये सर्वद्रव्यवृत्ति मूर्तद्रव्यमध्ये क्रिया भवति क्रिया भवति न क्रिया मूर्तद्रव्यमध्ये क्रिया भवति. तर्हि तत्र क्रिया मूत्रद्रव्ये एव भवति, तत्तु समीचीनं, किन्तु संयोगः तत्र संयोगः आकाशे अपि अस्ति खलु, आकाशः मूत्रद्रव्यं नास्ति, तर्हि तत्र आकाशे अपि संयोगः अस्ति, परमाणौ अपि क्रिया न, किन्तु किन्तु तत्र संयोगः अस्ति खलु, संयोगः आकाशे अपि अस्ति, आकाशहस्तयोः संयोगः वर्तते, तर्हि संयोगः द्विनिष्ठः, आकाशे अपि अस्ति हस्ते अपि अस्ति. अतः तत्र केवलं मूर्तद्रव्येषु संयोगः अस्ति इति न, मूर्तद्रव्येषु क्रिया अस्ति किन्तु संयोगः सर्वद्रव्यवृत्ति नाम सर्वेषु द्रव्येषु भवितुम् अर्हति खलु, वर्तते. तत्र द्वयो मध्ये एकं विभु अनन्तरम् एकं मूर्तं भवेत्, तत्र द्वयमपि विभु अस्ति चेत् संयोग सत्यं सत्यं हा सत्यं सत्यं, किन्तु किन्तु तत्र सत्यं पदार्थद्वयोः तत्र एकं विभु एकं मूर्तद्रव्यं, समीचीनं महोदय. हा तर्हि तयोः मध्ये संयोगः भवति, अतः तत्र सर्वेषु द्रव्येषु संयोगः इति तु भवितुम् अर्हति, नाम संयोगः वर्तते इति वृत्तिः नाम तद् भवितुम् अर्हति, नाम सर्वदा भवति इति न वदामः खलु, नाम तद् आकाश हस्तयोः मध्ये संयोगः भवति अथवा पुस्तकहस्तयोः संयोगः भवति, तर्हि संयोगः पुस्तके वर्तते, पुस्तके तस्य संयोगस्य वृत्तित्वम् अस्ति, हस्ते अपि तत्र संयोगस्य वृत्तित्वम् अस्ति इति वदामः. अतः सर्वद्रव्यवृत्तिः, किन्तु केवलं द्रव्येषु वर्तते इति उक्तं किमर्थम्? किमर्थं द्रव्येषु एव वर्तते इति उक्तम्? गुणः तावदेव महोदय, तावदेव गुणः संयोगः इति गुणः, अर्थात् तस्य आश्रयः द्रव्यं, तावदेव, अन्यत् किमपि नास्ति. अतः द्रव्ये एव वर्तते गुणः, द्रव्ये एव वर्तते, अपि एषः संयोगः सर्वेषु द्रव्येषु वर्तते, नाम तत्र यथा गन्धः केवलं पृथिव्यामेव वर्तते, पृथिव्याः लक्षणम् अपि अस्ति गन्धवत्वम्, किन्तु एषः संयोगः सर्वेषु द्रव्येषु वर्तते, तावदेव. हा समीचीनं, हा अस्तु, इदानीम् अग्रे तत्र एतावत् तत्र संयुक्तव्यवहारहेतुः संयोगः अस्ति, न सर्वद्रव्यवृत्तिः अस्ति इति उक्तम्. इदानीम् अग्रे तत्र व्यवहारहेतुः नाम किम् इति अग्रे भवति, तर्हि तत्र चन्द्रमती भगिनी वदति, पठति वा अग्रे. धन्यवादः. धन्यवादः महोदय. नमस्ते. तदा च हस्तत्वावच्छिन्न विशेष्य विशेषिता निरूपित संयोगत्वा अवच्छिन्न प्रकारता निरूपक ज्ञाननिष्ठा कार्यनिरूपित कारणता कार्यता निरूपित कार्यतानिरूपितकारणदाश्रय शब्दप्रयोगनिष्ठ कार्यतानिरूपितकारणदाश्रयः संयोगः तादृश कारणदाश्रयत्वं संयोगस्य लक्षणम् इमौ संयुक्तौ इत्याकारकं ज्ञानमादाय समन्वयः प्रदर्शनीयः. संयोगगुणविषये निरूपणं भवति. संयुक्तव्यवहारहेतुः संयोगः अस्ति, सर्वद्रव्यवृत्तिः अस्ति इति वयं दृष्टवन्तः. इदानीं संयोगस्य लक्षणं दत्तमस्ति. तथा च हस्तत्वावच्छिन्नविशेष्यता निरूपित अवच्छिन्न विशेषता निरूपित संयोगता अवच्छिन्न प्रकारदानिरूपकज्ञाननिष्ठकार्यज्ञाननिष्ठकार्यदानिरूपितकारणदाश्रयशब्दप्रयोगः शब्दप्रयोगनिष्ठकार्यदानिरूपितकारणदाश्रयः संयोगः इति तादृशकारणदाश्रयत्वं संयोगस्य लक्षणम् इति दत्तमस्ति. इमौ संयुक्तौ आकारं ज्ञानमादाय इमौ संयुक्तौ इति आकारकं ज्ञानमादाय समन्वयः प्रदर्शनीयः. नाम तत्र तत्र वाच्यस्य तत्र आकृतिः जानाति वा भगिनि? तत्र एतादृशं वाक्यं पूर्वं पठितं वा भवत्या? अधः हस्तः भवति अनन्तरं न न एतादृशवाक्यं भवत्या पठितं पूर्वं विशेष लक्षण पठितं तस्मिन् समये अन्यत्र वयं दृष्टवन्तः तादृश चित्ररूपेण. तर्हि तत्र एकं स्वीकुर्मः. हेतुः नाम हेतुः नाम किम्? हेतुः इत्युक्ते किम्? हेतुः केवलं हेतुः इत्युक्ते किम् अस्ति? कारणं हेतुः इत्युक्ते कारणम्. कारणं हेतुः नाम कारणं. समीचीनं. हा हेतुः इत्युक्ते कारणं नाम संयोगः कस्यापि कारणमस्ति. कारणमस्ति. कस्य कारणमस्ति? संयुक्त संयोगः किं किमस्ति? संयुक्तव्यवहारहेतुः उत्तमं. तर्हि संयुक्तव्यवहारस्य हेतुः. तर्हि कश्चन व्यवहारः वर्तते संयुक्तः इति व्यवहारः वर्तते. तस्य व्यवहारस्य कारणमस्ति संयोगः, खलु? इदानीं व्यवहारः नाम किम्? ज्ञानजनक शब्दप्रयोगः. उत्तमं. तर्हि व्यवहारः नाम ज्ञानजनकशब्दप्रयोगः. नाम अत्र शब्दः कः? संयुक्तः इति शब्दः. संयुक्तः इति शब्दप्रयोगः तादृश व्यवहारस्य इमौ संयुक्तौ इति आकारकं ज्ञानम् आदाय नाम संयुक्तः इति ज्ञानं. तत्र संयुक्तः इति ज्ञानजनकशब्दप्रयोगः तस्य कारणं. नाम हस्तौ संयुक्तौ इति ज्ञानार्थं तत्र वयम् इमौ हस्तौ संयुक्तौ इति वदामः. इदानीं तत्र श्रोतुः मनसि संयुक्तः ज्ञानं जायते. अतः तत्र संयोगः अस्ति, संयोगः इति गुणः अस्ति इति कृत्वा तादृशवर्णनं भवति. तत्र संयुक्तौ इति वर्णनं भवति. तत्र स्पीकर् फोन् अस्ति चेत् तत्र प्रतिध्वनिः भवति भगिनि. तर्हि तत्र संयुक्तः इति शब्दं दृष्ट्वा अस्माकं मनसि एकं ज्ञानं जनयति तादृशज्ञानप्रयोगस्य. कारणमस्ति व्यवहारः अतः अतः तत्र तत्र के के अंशाः अपि सन्ति तर्हि तत्र संयोगः इति अस्ति कारणमस्ति कार्यमस्ति अपि संयोगः कस्य कारणमस्ति व्यवहारस्य खलु व्यवहारस्य कारणं व्यवहारस्य कारणं तर्हि शब्दः व्यवहारस्य कारणं तयोः मध्ये कार्यकारणभावः अस्ति व्यवहार नाम शब्दप्रयोगः हा शब्दप्रयोगः अपि केवलं शब्दप्रयोगः न ज्ञानं जनयति एषः प्रयोगः अतः व्यवहारः कारणमस्ति ज्ञानस्य यतोहि तेन एव ज्ञानस्य उत्पत्तिः भवति खलु अतः ज्ञानस्य कारणमस्ति हा व्यवहारः शब्दप्रयोगः शब्दप्रयोगः ज्ञानं जनयति अपि ज्ञानं कीदृशम् इत्युक्ते संयुक्तौ इति तत्र हा ज्ञानं जनयति इदानीं तत्र हस्तौ इमौ हस्तौ संयुक्तौ इति ज्ञानम् इति ज्ञानमस्ति अस्ति इदानीं चित्रं तर्हि हा इदानीं तत्र किं किम् अस्ति इति चित्रं दृष्ट्वा वदतु पश्यामः तर्हि हस्तत्व अवच्छिन्न हस्तः अस्ति गच्छामः सोपानेन गच्छामः भगिनि स्थूलरीत्या आदौ किञ्चित् वदतु तदनन्तरम् अन्य कोऽपि वदेत् तर्हि तत्र शब्दप्रयोगः अपि संयोगः तयोः मध्ये कीदृशसम्बन्धः इदानीमेव उक्तवती शब्दप्रयोगः अर्थ अर्थ ज्ञानं जनयति न न न भवती इदानीं संयोगः हेतुः आसीत् कस्य हेतुः व्यवहारहेतुः व्यवहारहेतुः व्यवहार नाम अर्थ शब्दप्रयोगः अतः अतः तत्र शब्दप्रयोगः अपि संयोगः तयोः मध्ये कार्यकारणभावः खलु शब्दप्रयोगः संयोगः द्वयोः कार्यकारणभावः अस्ति अपि पुनः शब्दप्रयोगः अपि ज्ञानं तयोः मध्ये कार्यकारणभावः खलु ज्ञानं शब्दप्रयोगः द्वयोः अपि कार्यकारणभावः अस्ति इति अस्ति अस्तु इदानीं तत्र अतः तत्र स्थूलरीत्या तत्र एकभागः अस्ति कार्यकारणभावः शब्दप्रयोगसंयोगः द्वयोः मध्ये पुनः अन्यः भागः शब्दप्रयोगः अपि ज्ञानं तयोः मध्ये कार्यकारणभावः शब्दप्रयोगदृष्ट कार्यदावच्छिन्न कारणदायाः आश्रयत्वं संयोगः इति अस्ति इति तावत् समीचीनं इदानीम् अग्रे अन्य कोऽपि वदेत् समीचीनं भगिनि नाम आश्रयत्वम् इति संयोग आश्रयत्वं संयोगे वर्तते इति समीचीनं इदानीं तत्र अग्रे अपि पश्यामः तर्हि तर्हि अग्रे तत्र शोभगिनी इदानीं तत्र एतावत् तत्र एतदुक्तं किन्तु पुनः एकवारं तत्र वदतु तत्र कत्र कुत्र कुत्र कार्यकारणतभावः वर्तते तर्हि तत्र कार्यकारणता तत्र ज्ञानम् इति उत्पत्तिः तत्र तु व्यवहार नाम व्यवहारः इत्युक्ते किम् अस्ति व्यवहारः इत्युक्ते तत्र ज्ञानजनकशब्दप्रयोगः तु तत्र ज्ञानेन उत्पन्नं ज्ञानजनकशब्दप्रयोगः ज्ञानेन उत्पन्नं न ज्ञानजनकशब्दप्रयोगः ज्ञानजनकशब्दप्रयोगः तर्हि शब्दप्रयोगस्य कृते ज्ञानं कारणं भवति न शब्दप्रयोगः कारणं भवति ज्ञानस्य कृते क्षमताम् शब्दप्रयोगः कारणं भवति ज्ञानस्य कृते आम् तर्हि तत्र कार्यकारणभावः इति इदानीम् उक्तम् अपि च तर्हि शब्दप्रयोगे कारणता अस्ति ज्ञाने कार्यता अस्ति ज्ञानम् इति एव कार्यम् अपि कार्यता कारणता तयोः मध्ये निरूपकभावः अस्ति वर्तते नाम कार्यता कारणतां निरूपयति कारणता पुनः कार्यतां निरूपयति आम् नाम कीदृशी कार्यता इत्युक्ते कारणतया निरूपितकार्यता कारणता कीदृशी इत्युक्ते कार्यता या अस्ति ज्ञाननिष्ठकार्यता तया निरूपितकारणता इति अस्तु इदानीम् अतः तत्र अत्रापि कार्यकारणभावः अस्ति अपि संयोगः अस्ति तत्र शब्दप्रयोगस्य हेतुः आम् शब्दप्रयोगस्य हेतुः व्यवहारस्य हेतुः अतः तत्रापि कार्यकारणभावः तत्र संयोगः एव कारणं भवति शब्दप्रयोगस्य कृते अतः शब्दप्रयोगः इति इदानीं कार्यं भवति तत्र कार्यस्य कारणं संयोगः भवति अतः संयोगे कारणता अस्ति शब्दप्रयोगे कार्यता अस्ति अपि च कारणता अपि अस्ति संयोगस्य कार्यता शब्दप्रयोगे अस्ति अपि च ज्ञानस्य कारणता शब्दप्रयोगे अस्ति उत्तमं इति अस्ति समीचीनं इदानीं ज्ञानम् इति उक्तवन्तः किन्तु ज्ञानं तु विशालम् अस्ति तर्हि केवलं विशिष्टज्ञानमेव अत्र चिन्तितं विशिष्टं ज्ञानं नाम सर्वविधज्ञानजनक शब्दप्रयोगस्य कारणं संयोगः नास्ति विशिष्टज्ञान उत्पादनहेतुः अस्ति संयोगः अतः ज्ञानं कीदृशम् इति वक्तव्यं नाम तत्र सीमा ज्ञानस्य सीमा का इति वक्तव्या अतः कीदृशं ज्ञानम् इदानीं तत्र अस्ति इमौ हस्तौ संयुक्तौ इति इति आकारकं ज्ञानम् आदाय समन्वयः प्रदर्शनीयः तर्हि इमौ हस्तौ संयुक्तौ आम् आम् तर्हि तत्र विशिष्टज्ञानम् इति तत्र कुत्र अस्ति इत्युक्ते हस्तत्वावच्छिन्नविशेष्यता इति अस्ति तत्र नाम ज्ञाने ज्ञानं तत्र ज्ञानं के विषयाः सन्ति ज्ञानस्य विषयः कः नाम इमौ हस्तौ संयुक्तौ आमाम् इमौ हस्तौ संयुक्तौ इति ज्ञानम् तत्र विषयः कः तत्र विषयः तु हस्तः एव खलु हस्तः एव नाम अयं घटः इति वदामश्चेत् अयं घटः इति ज्ञाने घटः एव विषयः भवति तत्र आम् भवति अतः अत्र तदेव विशेषता अस्ति आम् न विशेषता इति किञ्चित् अस्तु तर्हि ज्ञानस्य विषयः अस्ति हस्तः किन्तु इदानीं तत्र हस्तः केवलं हस्तः इति न उक्तवन्तः नाम हस्तः संयुक्तः इति उक्तं खलु आमामां संयुक्तौ हस्तौ तर्हि विशेषणम् अस्ति आमां संयुक्तौ इति विशेषणम् अस्ति हस्तौ इति अतः यथा तत्र वयं वदामः तत्र घटवत् भूतलम् इति ज्ञानमस्ति चेत् घटवत् भूतलम् इति घटवत् भूतलम् एतदेव तत्र प्रसिद्ध उदाहरणं घटवत् भूतलं तर्हि भूतलम् अस्ति भूतले घटः अस्ति इति घटवत् भूतलम् अस्ति भूतले घटः अस्ति तर्हि तत्र विषयः तत्र के के विषयाः सन्ति घटवत् भूतलम् इति वदामश्चेत्? तत्र घटः इति विषयः भवति, अपि च भूतलं घटवत् इति तत्र भूतलमपि विषयः अस्ति. भूतलमपि अस्तु. आमां, यतोहि घटवत् इति विशेषणम्, अतः घटः इति विषयः, भूतलमपि विषयः. किन्तु भूतलमपि विषयः अपि भूतलम् इति विशेष्यं, भूतलम् इति विशेष्यं, विशेष्यमपि भवति. आम् भवति. अपि घटवत् भूतलम् इति कृत्वा नाम घटः भूतले अस्ति इति कृत्वा केन सम्बन्धेन अस्ति इति कृत्वा तत्र सम्बन्धेन सम्बन्धः अपि तत्र विषयः भवति. अतः विशेषणम् अपि विषयः, विशेष्यम् अपि विषयः, सम्बन्धः तयोः सम्बन्धः अपि विषयः. अतः तत्र तत्र घटः घटः इति तत् प्रकारः इति वदामः, नाम विशेषणं प्रकारः भवति, आश्रयः विशेष्यं भवति, अपि तत्र सम्बन्धः तत्र संसर्ग, नाम संसर्गता इति आसीत् खलु, तत्र संसर्गता प्रकारता विशेष्यता इति आसीत्. तत्र अतः एव अत्र किमस्ति, अत्र संयुक्तः हस्तः इति चिन्तयतु. अत्र इदानीं संयुक्तः हस्तः इति चिन्तयामः चेत् तत्र हस्तः इति विषयः अस्ति, अपि च संयुक्तः इति अपि इदानीं विषयः एव भवति. हा, संयुक्तः हस्तः, अपि च तत्र संयोगः इति अपि, हा, अतः नाम संयोगः इति गुणः अपि विषयः भवति. हस्ते, हस्ते अस्ति, संयोगः इति गुणः हस्ते अस्ति. यथा भूतले घटः अस्ति तथैव हस्ते संयोगः अस्ति. अस्ति. आम्, तर्हि घटः भूतले अस्ति, भूतलम् आश्रयः, घटः तत्र आदेयः, घटः आदेयः, भूतलम् अधिकरणं, तथैव अत्र आदेयः संयोगः अधिकरणं हस्तः, हस्तः विशेष्यं संयोग, हस्ते विशेष्यता अस्ति, संयोगः इति विशेषणं, तत्र विशेषणमिति कृत्वा तस्मिन् प्रकारता अस्ति, प्रकारः, प्रकारता, अतः एव तत्र संयोगः, संयोगे संयोगः अपि विषयः अस्ति, हस्तः अपि विषयः अस्ति, हस्ते विशेष्यता अस्ति, संयोगे प्रकारता अस्ति, संयोगः उपरि अस्ति, अतः एव प्रकारः अस्ति. हस्तः इति आदौ अधोभागे अस्ति, अतः एव विशेष्यम्, विशेष्यम्, अतः हस्ते विशेष्यता अस्ति, संयोगः इति भवति. इदानीं तत्र वाक्यं रचयामः, तर्हि तत्र संयोग केन अवच्छिन्ना अस्ति? संयोगः तत्र संयोगत्वम् इत्यनेन एव अवच्छिन्ना अस्ति. संयोगत्वात्, संयोगत्वात् संयोगत्व, तत्र संयोगत्वावच्छिन्ना प्रकारता, संयोगत्वावच्छिन्नप्रकारता इति अस्ति खलु. तथैव अत्र हस्ते विशेष्यता अस्ति, सा विशेष्यता केन अवच्छिन्ना? हस्तत्वम् इत्यनेन, अतः हस्तत्वावच्छिन्ना विशेष्यता इति भवति. तत्र किमर्थं हस्तत्वं, हस्तत्वमेव अवच्छेदकं भवति विशेष्यतायाः? हस्तत्वमेव अवच्छिन्नकः भवेत्, अवच्छेदकः भवेत्, यतोहि तत्र अन्यत् किमपि नास्ति द्वयोः. नाम विशेष्यता केवलं हस्ते एव अस्ति इति कृत्वा, नाम अस्मिन् हस्ते, अस्मिन्, अतः यत्र विशेष्यता, अतः विशेष्यता एषा विशेषता हस्ते अस्ति, अन्यत्र नास्ति, अतः हस्तत्वं यत्र अस्ति तत्र विशेषता अस्ति, अतः हस्तत्वम् अवच्छेदकं भवति विशेषतायाः, अपि च तथा एव संयोगत्वं प्रकारतायाः अवच्छेदकः भवति इति अस्ति. समीचीनम् अस्तु, इदानीं तावत्पर्यन्तं समीचीनं भगिनि. इदानीम् अग्रे धन्यवादः भगिनि. इदानीम् अग्रे उषा भगिनी अग्रे, इदानीं तर्हि तत्र वाक्यं पश्यामः, तत्र हस्तत्वावच्छिन्न इति आरभ्य. अस्तु महोदय. तथा च हस्तत्व अवच्छिन्न विशेष्यता निरूपित हस्तत्व अवच्छिन्न विशेष्यता, हस्तत्वं हस्ते एव हस्तत्वम् अस्ति, तत्र एव संयोगः अस्ति इत्यनेन तदेव विशेष्यता. ओके, हस्तत्व विशेष्यता, विशेष्यतायाः सीमा अस्ति, सीमा कथं निर्णीयते, यत्र हस्तत्वम् अस्ति तत्र एव विशेषता अस्ति, हस्तत्वेन अवच्छिन्न विशेषता, हस्तत्वेन अवच्छिन्न विशेषता निरूपित निरूपित इदानीं निरूपित इति अत्र गच्छति, किन्तु अवच्छिन्न विशेषता अग्रे तत्र पुनः निरूपित संयोगत्व अवच्छिन्न प्रकारता, संयोगत्व अवच्छिन्न प्रकारता, संयोगः इति तद् विशेषणरूपेण तत् प्रकार तत् विशेषणप्रकारता इति वक्तुं शक्यते वा? तत्र विशेष नाम विशेषणे प्रकारता वर्तते, विशेषणे विशेषता वर्तते, अत्र विशेषणं संयोगः अस्ति, अतः प्रकारता संयोगे अस्ति. अपि तत्र निरूपित इति आसीत् खलु, तत्र विशेष्यता, तत्र विशेष्यता अस्ति चेत् जिज्ञासा भवति, ओ विशेष्यता अस्ति नाम किमपि विशेष्यम् अस्ति खलु, अतः विशेष्यम् अस्ति इति शृण्मः चेत् तर्हि तत्र विशेषणं किम् इति अपेक्षा भवति. विशेषणं नाम तर्हि विशेषता योगः अस्ति, अत्र संयोगः, किन्तु विशेष्यता इति शृण्मश्चेत् ओ प्रकारता अपि भवेत् इति आगच्छति खलु, नाम विशेष्ये विशेष्यता अस्ति, ओ एतद् विशेष्यं चेत् विशेषणं भवेत्, विशेषणे प्रकारता भवेत्, विशेष्यता यत्र अस्ति तत्र प्रकारता अपि भवति, यत्र प्रकारता इति वर्तते तत्र विशेष्यता विशेषमपि भवत् विशेष्यता अपि भवेत् भवत् अतः प्रकारता विशेष्यता तयोः मध्ये निरूप्य निरूपकभावः भावः अतः विशेष्यता निरूपित प्रकारता इति अत्र अस्ति, नाम विशेष्यता निरूपित प्रकारता प्रकारता अपि सा प्रकारता संयोगत्व अवच्छिन्न प्रकारता संयोगत्व अवच्छिन्न अवच्छिन्न प्रकारता प्रकारता अस्ति, अतः प्रकारतायाः विशेषणद्वयं संयोगत्वावच्छिन्ना अस्ति सा प्रकारता, अपि विशेष्यता निरूपिता अपि प्रकारता इदानीं सा प्रकारता या अस्ति प्रकारतानिरूपकज्ञानं नाम प्रकारतनिरूपकं ज्ञानं तादृशं ज्ञानं, पुनः तत्र ज्ञानमपि तयोः मध्ये तत्र विषयः तयोः मध्ये निरूपनिरूप्यकभावः अस्ति अस्ति तत्र तेन तस्य निरूपकं ज्ञानं ताप नाम तादृशं ज्ञानम् एतत् सर्वं निरूपयति, अतः तादृशं निरूपकं ज्ञानम् अस्ति अत्र, तर्हि ज्ञानम् एतत् सर्वं निरूपयति नाम हस्तौ इमौ हस्तौ संयुक्तौ इति अतः तत्र संयोगः अस्ति, प्रकारता अस्ति, विशेषता अस्ति, विशेषता हस्ते अस्ति, एतत् सर्वं निरूपयति तादृशं ज्ञानं तादृशं ज्ञानम् इति एतावत् आगतवन्तः तादृशज्ञानम् तत् ज्ञानं ज्ञाननिष्ठकार्य कीदृशं ज्ञानम् इति चेत् ज्ञाननिष्ठकार्यदृशं ज्ञानम् इति उक्तम् नाम निरूपकं ज्ञानमस्ति. ज्ञानम् एतत् सर्वं निरूपयति, अतः एतत् सर्वं निरूपकं ज्ञानमस्ति, विशिष्टं ज्ञानमस्ति इति एतावत् उक्तम्. इदानीम् एतद् ज्ञानम् इदानीम् अग्रे सरामः. ज्ञानं ज्ञाननिष्ठकार्यतानिरूपित ज्ञानम् इति कार्यम् ज्ञाननिष्ठकार्यतानिरूपित कारणता आश्रयशब्दप्रयोग. आम् सत्यं सत्यं, कारणता कारणं शब्दप्रयोग, समीचीनं, शब्द आश्रयशब्दप्रयोगः. ज्ञानमेव कार्यं, शब्दप्रयोगेन शब्दप्रयोगेन कार्यं भवति, शब्दप्रयोगः इति कारणता. सो ज्ञाननिरूपितकारणता ज्ञाननिष्ठकार्यतानिरूपितकारणता आश्रयशब्दप्रयोग, कारणता आश्रयशब्दप्रयोग, शब्दप्रयोगमेव कारणं भवति ज्ञानं ज्ञानस्य कृते. ज्ञाननिष्ठकार्यतानिरूपितशब्दप्रयोगनिष्ठकारणता शब्दप्रयोगनिष्ठ तत् शब्दप्रयोगः एव न तत्र शब्दप्रयोगनिष्ठकारणता इति वदामश्चेत् अत्र सरामः, अत्र न स्थातुमिच्छामः, शब्दप्रयोगे स्थातुमिच्छामः. अतः ज्ञाननिष्ठकार्यतानिरूपितकारणता आशय शब्दप्रयोगः. इदानीं शब्दप्रयोगः निष्ठकार्यता निरूपित कारणता आश्रयत्वं संयोगः अस्ति. कारणता आश्रयः संयोगः, एतादृशी कारणता या अस्ति तस्याः आश्रयः संयोगः अस्ति, अतः एतादृशकारणतायाः आश्रयत्वं केवलं संयोगे अस्ति, अन्यत्र नास्ति. अतः एतादृशम् आश्रयत्वं संयोगस्य लक्षणं, यतोहि तादृशकारणताश्रयत्वं संयोगस्य लक्षणं. केवलम् एतादृशम् आश्रयत्वं कारणतायाः आश्रयत्वं केवलं संयोगे अस्ति, संयोगं विहाय अन्यत्र नास्ति, संयोगे सर्वत्र अस्ति. नाम दोषत्रयराहित्यं लक्षणे भवेत् खलु, नाम तत्र सर्वत्र भवेत्, अन्यत्र न अतिरिक्त असम्भव, तत्सर्वं नास्ति. अतः तादृश एतादृशकारणतायाः आश्रयत्वमेव केवलं संयोगे वर्तते, अतः संयोगस्य लक्षणम् इति स्वीकर्तुं शक्नुमः. अतः एव संयोगस्य लक्षणं लक्षणम् समीचीनं. तत्र एतदेव न्यायशास्त्रशैली नाम तत्र केवलं यदि वदामः तत्र संयुक्तव्यवहारहेतुसंयोगः इति तदा वयं किञ्चित् अवगच्छामः, किन्तु एतादृशं चित्रं पश्यामश्चेत् अस्तु तत्र एतत् यथा पूर्वं तत्र मृळी भगिन्या पठितं तत्र भेदप्रतियोगिता इति ज्ञाने तत्र अनेकपदार्थ अधीनज्ञान विषयः इति आसीत् खलु, तादृशम् अत्रापि अस्ति, अनेकविषय अधीनज्ञानम् अस्ति तत्र संयोगः इति ज्ञानविषयः भवति इति अस्ति. अस्तु समीचीनमस्ति. तर्हि इदानीं संयोगः इति विषयः उद्घाटितः. अस्तु तर्हि अत्र एव विरमाम. धन्यवादः, नमस्कारः. धन्यवादः धन्यवादः महोदय धन्यवादः नमस्कारः धन्यवादः महोदय.